पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 59। युधिष्ठिर उवाच, कथयत्स्वप्रसादेन ममाग्रे मधुसूदन, इषस्य शुक्लपक्षे तु किं नामैकादशी भवेद्। श्रीकृष्ण उवाच, शृणुराजेन्द्र, वक्ष्यामि माहात्म्यं पावनाशनम्, शुक्लपक्षे चाश्विनस्य भवेदेकादशी तु या पापां कुशेदि विख्याता सर्वपापहरा परा पद्मनाभाभिधानं मां पूजयेत्तत्र मानवः। सर्वाभीष्टफलं प्राप्तौ स्वर्गमोक्षप्रदं नृणां तपस्तप्त्वा पुनस्तीव्रं चिरं सुनीयतेन्द्रियः। यद्फलं समवाप्नोति तन्नत्वा गरुडध्वजं कृदापि बहु शः पापं नरो मोहसमन्वितः। नयादि नरकं नत्वा सर्वपापहरं हरिं पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च, तानि सर्वाण्यवाप्नोति विष्णोर्नामानुकीर्तनाद् देवं शार्ङ्गधरं विष्णुं ये प्रपन्ना जनार्दनम्। न तेषां यमलोकस्य यातना जायते क्वचिद्, उपोष्यैकादशीमेकां प्रसङ्गेनापि मानवः। न यादि यातनां व्यामीं पापं कृत्वापि दारुणं, वैष्णवः पुरुषो भूत्वा शिवनिन्दां करोति यः। न विदेद्वैष्णवं लोकं स यादि नरकं ध्रुवम्, शैवः पाशुपदो भूत्वा विष्णुनिन्दां करोति चेद्। रौरवे पच्यते घोरे यावदिन्द्राश्च दुर्दश, नेदृश्यं पावनं किञ्चित् त्रिषु लोकेषु विद्यते। यादृश्यं पद्मनाभस्य व्रतं पादकनाशनम्, तावत् पापानि देहेऽस्मिन् तिष्ठन्ति मनुजाधिपं। यावन्नोपवस्ये चन्दुः पद्मनाभदिनं शुभम्, अश्वमेधसहस्राणि राजसूयशतानि च, एकादश्युपवासस्य कलां नार्हन्ति षोडशीम्। एकादशी समं किञ्चित् व्रतं लोकेन विद्यते, व्रजेनापि कृतायैश्च न देयान्ति हि भास्करिम्। स्वर्गमोक्षप्रदा ह्येषा शरीरारोग्यदायिनी, कलत्र सुतदा ह्येषा धनमित्रप्रदायिनी। न गङ्गा न गया राजन्न च काशीरपुष्करं, न चापि कौरवं क्षेत्रं पुण्यं भूप हरेर्दिनाद्। रात्रौ जागरणं कृत्वा समुपोष्य हरेर्दिनम्, अनायासेन भूपालप्राप्यते वैष्णवं पदम्। दशैव मातृके पक्षे राजेन्द्रदशपैतृके, प्रियाया दशपक्षे तु पुरुषानुद्धरेन्नरः। चतुर्भुजा दिव्यरूपा नागारि कृतकेतनाः, स्रघ्विणपिदवस्त्राश्च प्रयान्ति हरिमन्दिरम्। बालत्वे यौवनत्वे च वृद्धत्वे च नृपोत्तम, उपोष्यैकादशीं नूनं नैव प्राप्नोति दुर्गतिम्। पापाङ्कुशामुपोष्यैव आश्विनस्य सिते नरः, सर्वपापविनिर्मुक्तो हरिलोकं स गच्छति। दत्त्वा हेमतिलान् भूमिं गामन्नमुदगं तथा उपानक्षत्रवस्त्रादीन् न पश्यति यमं नरः यस्य पुण्यविहीनानि दिनान्यायान्ति यान्ति च स लोकारभस्त्रेव श्वसन्नपि न जीवति अवन्ध्यं दिवसं कुर्यात् दरिद्रोऽपि नृपोत्तम सदा चारण्यथा शक्ते स्नानदानाधिका क्रियाः होमस्नानजपध्यानसत्रादिपुण्यकर्मणां कर्तारो नैव पश्यन्ति होरां तां यमयादनां दीर्घायुषो धनाढ्याश्च कुलीनारोगवर्जिताः दृश्यन्ते मानवालोके पुण्यकर्तार ईदृशाः किमत्र बहुनोक्तेन यान्त्यधर्मेण दुर्गतिम् आरोहन्ति दिवं धर्मै नात्र कार्या विचारणा इति ते कथितं राजन्यत्पृष्टोऽहं त्वया नख पापाङ्कुशायामाहात्म्यं किमन्यच्छ्रोतुमिच्छसि इति श्रीपद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादे अश्विनशुक्लपापाङ्कुशैकादशीमाहात्म्यनामैकोनषष्टितमोऽध्यायः ॐ